अर्थ सततम् कार्यम् कर्म समाचर असक्तो ह्याचरन् कर्म परमाप्नोति पुरुषः कर्म नैव हि संसिद्धि मास्तीता जनकादयः लोको संग्राहमेवापि सम्पश्यन् कर्तुमर्हसि यद्यदाचरति श्रेष्ठ सतदेवेतरो जनः स यत् प्रमाणम् कुरुते लोकस्तदनुवर्तते न मे पातास्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन नानवाप्तामवाप्तव्यम् वर्त एव च कर्मणि यदि द्याहम् न वर्तेयम् जातु कर्मण्यतन्द्रितः मम भट्मानुवर्तन्ते मनुष्यः पात सर्वशः उर्सि देयूरि मे लोका न कुर्याम् कर्म चेदहम् सङ्करस्य च कर्ता स्या मुपाहन्यामि मः प्रजः सक्तः कर्मण्य विद्वंसो यथा कुर्वन्ति भारत कुर्याद्विद्वंस्तथा सक्त श्रीकीर्षु लोकसङ्ग्रहम्।